अस्तु, तर्हि अस्माकं इदानीं विषयः अस्ति अवच्छेदकत्वम् इति. पृष्ठसङ्ख्या तत्र 45 सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम् इति तत्र अस्ति, तत्र स्मः इदानीं वयं. यत्र तस्मिन् भागे किञ्चित् गते सप्ताहे पठितवन्तः, परन्तु आरम्भतः पठामः पुनः. अत्र विषयः अस्ति यत्र अवच्छेदकधर्मः समानः अस्ति, इत्युक्ते यत्र तत्र उदाहरणं पश्यामः चेत् तत्र घटः इति पदार्थः अस्ति यत्र यस्मिन् आधेयता अस्ति. तत्र महा घटः तु भूतले अस्ति, अपि च कपाले अस्ति, स्वस्मिन् अस्ति महाकाले, अपि च ज्ञाने इति. भिन्नभिन्न विभिन्नैः सम्बन्धैः तत्र भिन्नभिन्न अधिकरणतायां घटः अस्ति. तर्हि तत्र घटत्वम् इति अवच्छेदकधर्मः स्वीकुर्मः चेत् तस्मात् घटः न भिद्यते. तर्हि तत्र अवच्छेदकसम्बन्धेन एव घटः विशिष्यते, भिद्यते इति तत्र वार्ता अस्ति. तर्हि तदेव पठामः आरम्भतः. बालसुब्रह्मण्यं महोदय, भवान् आरम्भं करोति वा? सम्बन्धस्य अवच्छेदक एवं हा सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं तस्मात् सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं केचन समवायसम्बन्ध अवच्छिन्न आदेयत्वलाभाय गुणपदम् इति आहुः. तेषाम् अयम् आशयः. एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति. निदर्शनं घटं स्वीकुर्मः, सः संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्म्यसम्बन्धेन स्वस्मिन् भवति, वक्षमाणेन कालिकसम्बन्धेन महाकाले वर्तते, विषयितासम्बन्धेन च ज्ञाने वर्तते. अत्र चिन्त्यते महोदय प्रथमः पुनः एकवारं प्रथमवचनं केचन समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदम् इति आहुः. सो समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदम् इति उच्यते इति आहुः. तेषाम् अयम् आशयः. एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति. अतः प्रदर्शनं एक एव पदार्थः अनेकपदार्थेषु विभिन्नैः सम्बन्धैः भवति. निदर्शनं घटम् उदाहरणरूपेण दर्शितम् इत्युक्ते एकक्षणं, तत्र एकः एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति इत्युक्ते किम्? पदार्थः एकपदार्थः अनेकपदार्थेषु भिन्नभिन्नसम्बन्धेन भवति. इत्युक्ते तत्र घटः अस्ति इति स्वीकुर्मः चेत् तत्र कथं तत्र वक्तुं शक्नुमः? घटः ज्ञानं, कालः, कपालः, भूतलं, स्वयम् इत्यादि अनेकानि वस्तूनि सन्ति. घटः एकमेव एतानि प्रत्येक वस्तूनि सह सम्बन्धं भिन्नभिन्नसम्बन्धः सन्ति, घटम् एक एव परन्तु भिन्नभिन्नवस्तूनि सह भिन्नभिन्नसम्बन्धेन वर्तते. उत्तमं. महाकालः, कालिदसः स्वयमेव अत्यन्तसम्बन्धः, कपालः समवायसम्बन्धः, भूतले संयोगसम्बन्धः इत्यादि भिन्नभिन्न सम्बन्धेन प्रवर्तते. अस्तु, तर्हि तत्र संयोगसम्बन्धेन भूतले इति अस्ति. किमर्थं संयोगसम्बन्धेन भूतले अस्ति घटः, किमर्थं समवायसम्बन्धेन भूतलेन? द्रव्यं भूतलं द्रव्यं, अतः द्रव्यसम्बन्धं संयोगसम्बन्धमेव. भूतलं द्रव्यम् अस्तु, अपि च घटः अपि द्रव्यं खलु, तर्हि तत्र द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति. अपि च तत्र चिन्तयतु, पटः इति स्वीकुर्मः, पटः इत्युक्ते वस्त्रम् अस्तु, तर्हि पटः भूतले अस्ति चेत् तत्र कीदृशः सम्बन्धः भवति? पटः भूतले, पटः भूतले सः अपि द्रव्यमेव, भूतलं पटः, तस्मात् संयोगसम्बन्धमेव. उत्तमं, संयोगसम्बन्धेनैव भवति. पटः अपि च तन्तवः सन्ति खलु, तन्तवः इत्युक्ते अस्तु, तर्हि पटः तन्तुषु वा अथवा तन्तुपटे अस्ति वा, अपि च केन सम्बन्धेन? पटः तन्तवे तन्तुषु सन्तिषु अस्ति समवायसम्बन्ध. उत्तमं, किमर्थं पटः तन्तुषु अस्ति तन्तवः पटे नास्ति? आश्रयः, कः कस्य आश्रयः? पटः एव तन्तुषु आश्रयः, तन्तुषु एव. पटः आश्रयः वा तन्तवः आश्रयः, तन्तु आश्रयः वा? तन्तु आश्रयः इत्युक्ते अधिकरणः, आदेयः पटः. किमर्थं तन्तवः, तत्र इतोपि किञ्चित् वक्तव्यमस्ति खलु. रामप्रिया भगिनी भवती किञ्चित् साहाय्यं कर्तुं शक्नोति वा, किमर्थं तन्तवः आश्रयः अस्ति तत्र, तन्तौ पटः इति किमर्थं वदामः? तन्तूनां योजनेन एव पटः भवति. यदा तन्तवः नष्टं भवति चेत् पटः नास्ति, परन्तु तन्तवः तु अस्ति एव. अतः तन्तवः तु आधारः, पटः आधेयः. उत्तमं, तदेव चिन्तनमस्ति, परन्तु अत्र प्रायः पारिभाषिकः खलु, वयं दृष्टवन्तः पूर्वं, कोऽपि वक्तुं शक्नोति वा तत्र किमपि भावः अस्ति खलु? एता चिन्तयतु, तत्र नीलपुस्तके नीलवर्णम् अस्ति इति वदामः चेत् तत्र पुस्तके नीलवर्णः इति किमर्थं, तत्र तु समवायसम्बन्धेन अस्ति खलु नीलवर्णः पुस्तके नीलं रूपं, तर्हि तत्र नीलरूपं पुस्तके किमर्थं समवायसम्बन्धेन अस्ति? नीलत्वम् इति भावः अस्ति, परन्तु तस्मात् प्राक् एव नीलरूपम् इति कीदृशपदार्थः अस्ति? रूपम् इति तस्य गुणः तर्हि गुणगुणिनोः वा? हा उत्तमं, गुणगुणिनोः मध्ये समवायसम्बन्धः तथैव परन्तु तत्र तन्तुपट विषये तु तत्र अवयव अवयविनोः तदेव तदेव आम् तदेव आसीत्। अस्तु, यथा गुणगुणिनोः मध्ये समवायसम्बन्धः अस्ति तथैव अवयव अवयविनोः मध्ये अपि समवायसम्बन्धः इति अस्माकं पूर्वं दृष्टं खलु, अस्माभिः पूर्वं दृष्टं। तर्हि तत्र अवयवः अस्ति तन्तु, अवयवी अस्ति पटः, तथैव अत्र कपालः इति अवयवः, घटः इति अवयवी अवयवी। उत्तमं, तर्हि अवयव तदर्थमेव अत्र समवायसम्बन्धेन कपाले वर्तते इति अस्ति, अवयव अवयविनोः मध्ये समवायसम्बन्धः। अस्तु, अग्रे वदतु महोदय। एकस्मिन् घटे अनेकाः आदेयता सन्ति, न तादात्म्यसम्बन्धेन तत्र वयं सम्पूर्णं न कृतवन्तः खलु, तादात्म्यसम्बन्धेन स्वस्मिन् भवति तत्रैव भवति, क्षमाणेन कलितसम्बन्धेन महाकाले भवति वर्तते। विषयितसम्बन्धेन ज्ञाने वर्तते, ज्ञाने अस्ति इति ज्ञानं कथमस्ति इति ज्ञानं विषयितसम्बन्धेन वर्तते इति। अयं घटः इति ज्ञानं, घटः इति विषयः, तत्र विषयः विषयिणी विषयितासम्बन्धेन। अग्रे पठतु। चित्रे दर्शितरीत्या एकस्मिन् घटे अनेकाः आदेयताः सन्ति, चित्र प्रदर्शयति एवं एकस्मिन् घटे अनेकविध आदेयताः सन्ति, घटः भूतले, घटः भूतलस्य आदेयः घटः, कपालस्य आदेयः घटः, भूतलस्य आदेयः घटः इति न वक्तुं शक्नुमः खलु, भूतले या अधिकरणता अस्ति तेन निरूपिता आदेयता अस्ति आदेयता। एवमेव कपाले स्थित अधिकरणता आदेयः घटः, एवम् अपरस्मिन् वस्तु च। तत्र परिच्छेदः सम्पूर्णं पठति वा? पठितवान् परन्तु किञ्चित् स्पष्टं करणीयम्। न सम्पूर्णं न अभवत् खलु, प्रथमवाक्यमेव पठितवान् इति मन्ये. चित्रे दृश्यते एकस्मिन् घटे अनेकाः अधीयताः सन्ति, तास्तु प्रत्येकं भिन्नाः. ज्ञाने अनुत्पन्ने तन्निरूपिता आदेयता न भवति चेत् अपि कपालनिरूपिता आदेयता भवति, तदापि कपाले घटस्य सत्त्वात्. अत्र यद्यपि आत्मनि ज्ञानं न अस्ति एतद्विषये, किमर्थम् आत्मनि ज्ञानं नास्ति तत्र, कदा तथा वक्तुं शक्नुमः तत्र ज्ञानं नास्ति इति? घटः तु भूतले अस्ति एव, घटः तु अत्र अस्ति खलु. इत्युक्ते तत्र आत्मनि ज्ञानं भवति चेत् कोऽपि अत्र स्यात् यस्य आत्मनि तादृशज्ञानं भवति, तर्हि तत्र कोऽपि नास्ति चेत् तत्र तादृशज्ञानम् एव न भवति खलु. यदा तथा अस्ति कोऽपि नास्ति तत्र तादृशज्ञानं न भवति चेत् अपि तस्मिन् समये अपि तत्र घटः तु अस्ति एव, घटः तु भूतले अस्ति एव, तर्हि तत्र तादृशविषयतासम्बन्धेन ज्ञाने घटः नास्ति चेदपि तत्र कालिकसम्बन्धेन काले अपि च संयोगसम्बन्धेन भूतले अथवा यत्र घटः अस्ति तस्मिन् अधिकरणे अपि च समवायसम्बन्धेन कपाले इति सर्वदा घटः वर्तते एव. अत्र इतोपि एकः विषयः अस्ति, तत्र चिन्तयतु तत्र घटः अस्ति अपि च पटः अपि अस्ति भूतले इति, तर्हि भूतलम् इति अधिकरणं घटे अपि आदेयता अस्ति पटे अपि आदेयता अस्ति, तर्हि तत्र आदेयतायोः मध्ये केन तत्र भेदस्थापनं कथं भवति? अवच्छेदकधर्मः इति आदेयतायाः अवच्छेदकधर्मः तत्र कः? घटत्वं वा पटत्वम् इति अवच्छेदकधर्मः. उत्तमम् उत्तमं, तर्हि घटः अस्ति पटः अस्ति चेत् घटे अवच्छेदकधर्मः अस्ति घटत्वं, पटे अवच्छेदकधर्मः अस्ति पटत्वं. तर्हि तत्र तादृश अवच्छेदकधर्मः यः अस्ति तेन आदेयता भिद्यते. परन्तु अत्र चिन्तयतु, अत्र घटः इति एकः एव विषयः, स च घटः भूतले अपि अस्ति कपाले अपि अस्ति, तर्हि घटत्वम् इति अवच्छेदकधर्मः तु अस्ति एव घटे सर्वदा, परन्तु तादृश अवच्छेदकधर्मेण अत्र घटः न भिद्यते खलु. घटत्वम् इति कपाले विद्यमान घटे अपि अस्ति, भूतले विद्यमान घटे अपि अस्ति, तर्हि कथं तत्र आदेयता भिन्नभिन्न भिन्नभिन्न आदेयताया भिन्नभिन्नाः आदेयताः याः सन्ति तासु कथं भेदस्थापनं कर्तुं शक्नुमः इति इदानीं प्रश्नः. तदर्थमेव अत्र सम्बन्धविषयः आगच्छति, किमर्थं चेत् तत्र सम्बन्धः इति एव भेदस्थापनं करोति सम्बन्धेन एव, तदेव तत्र भवति अवच्छेदकसम्बन्धः इति. अवगच्छन्ति वा? अत्र किमर्थं सम्बन्धविषयः आगच्छति, सम्बन्धः इति सम्बन्धस्य अवच्छेदकत्वम् इति किमर्थम् अस्ति इति, तत्र घटत्वं पटत्वम् इति अवच्छेदकधर्मः नास्ति इति न, परन्तु तेन तत्र न भिद्यते इत्येव वार्ता अस्ति. अस्तु, रामप्रिया भगिनी भवती अग्रे पठति वा? आम् आं भगिनि. सर्वासाम् आसां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठ अधिकरणतानिरूपित आधेयता ज्ञाननिष्ठ अधिकरणतानिरूपित आधेयत्वात् भिन्ना. कुतः? समवायात्. समवायसम्बन्धो हि घटकपालयोः विद्यमानः. इयम् आधेयता ज्ञाननिरूपित आधेयत्वात् भिन्ना इति बोधयति. इदं बोधकत्वमेव सम्बन्धस्य आधेयता अवच्छेदकत्वम्. तत्र तु परस्परभेदसाधनाय सम्बन्धस्य उपयोगः क्रियते. कपालनिष्ठ अधिकरणता निरूपित आधेयता ज्ञाननिष्ठ अधिकरणता. क्षम्यतां भगिनि, तत्र परस्पर इत्युक्ते कुत्र परस्पर इति किञ्चित् उक्त्वा अग्रे वदति वा? परस्परभेदसाधनाय इत्युक्ते घटकपालयोः, घटभूतलयोः, घट स्वयं वा घटयोः, घट ज्ञानयोः मध्ये परस्परभेदसाधनाय साधनाय. तथा तत् सम्यक् एव, परन्तु इतोपि किञ्चित् वक्तव्यमस्ति. तत्र घट कपालयोः, घटभूतलयोः इति न, घटे विद्यमाना या आदेयता अस्ति तासां, तत्र सर्वासाम् आसां, तत्र तासां भेदस्थापनाय इत्युक्ते तत्र आदेयता इति घटे या अस्ति, तत्र भूतले विद्यमाना अधिकरणता निरूपित आदेयता अपि अस्ति, कपाले विद्यमाना अधिकरणता निरूपित आदेयता अपि अस्ति, तर्हि तत्र भिन्नभिन्न आदेयताः सन्ति खलु घटे, तासां भेदस्थापनाय इत्युक्ते घटत्वेन तु तस्य भेदस्थापनं न भवति. किमर्थं चेत् तत्र तत्र सर्वासु आदेयतासु तु आदेयताः तु तत्र घटे एव अस्ति, घटे घटत्वम् इति अपि अस्ति, तर्हि तत्र घटः पटः इति विषयः अस्ति चेत् तत्र घटत्वम् इति अवच्छेदकधर्मेण भेदस्थापनं कर्तुं शक्नुमः. परन्तु अत्र घटः इति एकः एव पदार्थः अस्ति, तर्हि घटत्वम् इति अवच्छेदकधर्मः अपि समानः. अवगच्छति वा? आम् आम् भगिनि. तत्र कुत्र भेदस्थापनम् इति तत्र मुख्य अंशः अस्ति, तत् न अवगच्छामः चेत् अग्रे यत्किमपि अस्ति भ्रमः एव भवति तत्रापि. अग्रे वदतु. तत्र तु कपालनिष्ठ अधिकरणता निरूपित आधेयता ज्ञाननिष्ठ अधिकरणता निरूपित आधेयत्वात् भिन्नः. कुतः भिन्नः इत्युक्ते समवायात् भिन्नः. कपालनिष्ठ अधिकरणता निरूपित आधेयता तु समवायसम्बन्धेन, ज्ञाननिष्ठ अधिकरणता निरूपित आधेयता तु विषयितासम्बन्धेन. तत्र भिन्न आधेयता भिन्नः अस्ति इति, सम्बन्धभेद आधेयता भिन्नः अस्ति. समवायसम्बन्धा हि घटकपालयोः विद्यमानः. इयम् आधेयता ज्ञाननिरूपित आधेयत्वात् भिन्ना इति बोध्यति. तदेव तद् भिन्ना इयम् आधेयता ज्ञाननिरूपित आधेयतात्वात् भिन्नः इति वक्तुं शक्नुमः. इदं बोधकत्वे एव सम्बन्धस्य आधेयता अवच्छेदकत्वं. तदेव तद् भिन्नता एव सम्बन्धस्य आधेयता अवच्छेदकत्वम् इति वक्तुं शक्नुमः. अस्तु, इदानीं पृच्छामि, तत्र ज्ञाननिष्ठ अधिकरणता निरूपित आदेयता कपालनिष्ठ अधिकरणता निरूपित आदेयत्वात् कथं भिन्ना भवति? तत्तु कपालनिष्ठा तु समवायसम्बन्धेन, ज्ञाननिष्ठ अधिकरणता तु विषयितासम्बन्धः अस्ति, तथा भिन्नः अस्ति आदेयता. उत्तमं, तर्हि तत्र आदेयता आदेयतायाः आश्रयः तु समानः एव, तत्र घटः इति आदेयतायाः आश्रयः तु समानः एव द्वयोः स्थलयोः अपि, परन्तु तत्र आदेयतायाः अवच्छेदकं भवति सम्बन्धेन. पूर्वभागे अस्तु, एकक्षणं, तत्र किमपि प्रश्नः अस्ति वा? अस्तु भगिनि, पठतु. पूर्वभागे घटनिष्ठप्रतियोगिता घटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः, परन्तु इह एकः एव घटः सर्वत्र वर्तते इति आदेयता अवच्छेदकघटत्वमादाय आदेयत्वानां भेदः न साधयितुं प्रभवामः. कुतः? घटत्वमपि खलु अवच्छेदकम् एकम्, अतः सर्वा आदेयताः घटत्वा अवच्छिन्नाः, अतः न तेन भेदसिद्धिः. घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति भिन्नाः इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः. एकक्षणं, तत्र प्रतियोगिता इत्युक्ते का इति किञ्चित् स्मारयति वा? अभावस्य विद्यमानविरोधः. प्रतियोगिता पटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या. आम् आम्, किमर्थम् इत्युक्ते घटनिष्ठप्रतियोगिता इत्युक्ते किं, तत्र घटाभावस्य विरोधिः इति, घटाभावस्य विरोधिः घटे अस्ति, तर्हि तत्र घटनिष्ठप्रतियोगिता इति अस्ति. तथैव पटाभावस्य विरोधः अस्ति पटनिष्ठप्रतियोगिता. तर्हि अत्र क्षम्यतां, तत्र प्रतियोगिता इति एकः एव विषयः अस्ति, एका प्रतियोगिता तु घटनिष्ठा, अन्या प्रतियोगिता तु पटनिष्ठा. तत्र प्रतियोगिता मध्ये तत्र प्रतियोगिताद्वयं या अस्ति, प्रतियोगिताद्वयम् अस्ति चेत् अत्र तयोः मध्ये भेदसाधनं कथं भवति? घटत्वपटत्व घटत्वपटत्वयोः उपयोगं कृत्वा. तर्हि तत्र अवच्छेदकधर्मः अस्ति घटत्वं पटत्वम् इति. तर्हि तत्र घटत्वं पटत्वम् इति अवच्छेदकधर्मेण तत्र भेदस्थापनं भवति. परन्तु यत्र घटः एकः एव अस्ति, अत्र तु घटत्वम् इति अवच्छेदकधर्मः तु अवश्यमस्ति घटे, तत्र निश्चयेन घटत्वम् इति अवच्छेदकधर्मः अस्ति. परन्तु तादृशघटत्वम् इति अवच्छेदकधर्मेण भेदसाधनं न भवति. तत्र घटत्वं नास्ति इति न वार्ता, घटत्वं तु अवश्यम् अस्ति, परन्तु तत्र भेदं न करोति, तत्र घटत्वेन न भिद्यते आदेयता. वदतु भगिनि इदानीं. परन्तु इह एक एव घटः सर्वत्र वर्तते इति आदेयता अवच्छेदक घटत्वमादाय आदेयत्वानां भेदं न साधयितुं प्रभवामः, तदेव भवती उक्तवती किल. कुतः घटत्वमपि खलु अवच्छेदकम् एकं तत्र तु घटत्वम् एकमपि एकं तदपि अवच्छेदकम् एकम् अपि एकमेव अस्ति इति वा घटत्वम् इति एकं विषयम् यः विषयः अस्ति तदपि तत्र अवच्छेदकमेव एव अतः सर्वा आदेयताः घटत्व अवच्छिन्नाः सर्वा आदेयताः घटत्व अवच्छिन्नाः परन्तु तद् भेदसिद्धिः न भवति तत् उपयोगं कृत्वा सम्बन्धम् उपयोगं कृत्वा एव भेदस्थापनं कर्तुं शक्नुमः इत्युक्ते यत्र भिन्नभिन्न पदार्थाः सन्ति अत्र तत्र घटत्वं पटत्वम् इति अवच्छेदकधर्मेण भेदसाधनं भवति परन्तु यत्र पदार्थः एकः एव अस्ति परन्तु भिन्नभिन्न अधिकरणताः सन्ति एकः एव पदार्थस्य एकस्य एव पदार्थस्य तत्र पदार्थे विद्यमानः धर्मः यः अस्ति तेन भेदसाधनं न भवति तर्हि अत्र किमपि अन्यविषयः आवश्यकः भवति भेदसाधनाय सः एव विषयः अस्ति सम्बन्धः इति सम्बन्धः अस्तु अपर्णा भगिनी अग्रे पठति वा मम मैक्रोफोन् स्वल्पं शब्दमस्ति किन्तु पठामि अत्र च समवायोपयोगः समवायः कपालनिरूपिता आधेयता भिन्ना इति ज्ञापयति अतः सः आधेयता अवच्छेदकः तेन अवच्छिन्ना अन्यत्वेन बोधिता आधेयता तथा च पूर्ववत् समवायनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आधेयता आधेयतानिष्ठ अवच्छेद्यतानिरूपित अवच्छेदकतावान् समवायः इति परिष्कर्तव्यम् इत्थमेव विषयितासम्बन्ध अवच्छिन्नघटनिष्ठ आधेयतानिरूपिता अधिकरणतावत् ज्ञानम् कालिकसम्बन्ध अवच्छिन्ना आधेयतानिरूपित अधिकरणतावान् कालः संयोगसम्बन्ध अवच्छिन्ना आधेयतानिरूपित अधिकरणतावत् भूतलम् इत्येवं ज्ञातव्यम् यतोहि वयं पूर्वं पठितवन्तः अत्र भेदः साधनं भवति अस्माकं सम्बन्धः सम्बन्धः भवति आधेयतायाः अवच्छेदकत्वम् अत्र अत्र ज्ञानस्य एकः ज्ञानस्य ज्ञाननिरूपित आधेयता भिन्ना इति वयं पूर्वं दर्शितवन्तः यतोहि भगिन्या उक्तं तत्र सम्बन्धः विषयिता इति सम्बन्धः अस्ति अत्र समवाय उपयोगः कुर्मः समवायः इत्युक्ते अत्र कपालनिरूपित यत्र कपाले घटः अस्ति तद्घटः समवायसम्बन्धेन कपाले अस्ति तस्य वयं वदामः कपालनिरूपित आधेयता अस्ति तत् भिन्ना यतोहि पूर्वं ज्ञाननिरूपित आधेयतायाः भिन्नाः इति तत्र अवच्छेदकः अस्ति कपाल समवायसम्बन्ध अवच्छेदकः अस्ति आधेयता अवच्छेदकः अस्ति समवायसम्बन्धः तेन अवच्छिन्ना अन्यत्वेन बोधिता अन्यत्वेन बोधिता इत्युक्ते समवायसम्बन्धेन अवच्छिन्ना अन्यत्वेन इत्युक्ते अवच्छिन्ना तेन बोधिता आधेयता इत्युक्ते अवच्छिन्ना समवायसम्बन्ध अवच्छिन्न आधेयता इति अत्र अन्यत्वेन इत्युक्ते तत्र यः अवच्छिन्ना अस्ति तादृश अवच्छिन्ना तेन बोधिता इत्येव तेन बोधिता आधेयता अस्ति अत्र समवायसम्बन्धे तथा यथा तथा च पूर्ववत् अत्र वयं वदामः समवायनिष्ठा अवच्छेदकः अस्ति समवायसम्बन्धे यत् अवच्छेदकत्वम् अस्ति समवायनिष्ठा अवच्छेदकता तेन निरूपिता अवच्छेद्यतावती अवच्छेद्यतावती आधेयता अस्ति घटे तथा एकक्षणं भगिनि अत्र यद्भवती उक्तवती तद् बहु सम्यक् अस्ति परन्तु एकक्षणं तथा कुर्मः तत्र किञ्चित् चित्रं रचयामः चेत् अस्माकम् अवगमनं सम्यक् भवति इति अहं चिन्तयामि तर्हि भवती अपि प्रायः कागदं किमपि स्वीकृत्य लिखतु अपि च उक्त्वा एव लिखतु तर्हि अन्ये अपि तथा कर्तुं शक्नुमः एकैव क्षणम् तत्र वामभागे अधोभागे किं भवति दक्षिणभागे किं भवति इति तत्सर्वं वदतु तत्र वाक्यम् अस्ति घटः कपाले समवायसम्बन्धेन इति घटः कपाले समवायसम्बन्धेन अत्र समवायनिष्ठा अस्ति समवायः अधोभागे अस्ति एकक्षणं प्रथमं घटः कपालः तस्मात् आरम्भं कुर्मः तत्र प्रथमं कपालः कपाले किम् अस्ति घटः घटे किं तस्मात् आरम्भं कुर्मः तत्र अत्र कपालः अधोभागे अस्ति कपाले यत् अधिकरणानिष्ठा अस्ति कपालनिष्ठा अधिकरणानिरूपित एकः घटः उपरितले अस्ति घट्टः अपि अधोभागे एव भवति खलु कपालः प्रायः वामभागे घटः दक्षिणभागे इति तदपि एकैव स्थले कपाले किम् अस्ति कपाले अधिकरणता अस्ति कपालनिष्ठा अधिकरणता निरूपिता आधेयता घटः आधेयतावती घटः आधेयतावान् घटः आधेयतावान् अस्तु उत्तमं तर्हि कपाले अधिकरणता अस्ति घटे आधेयता अधिकरणता आधेयतायोः मध्ये तत्र निरूप्यनिरूपकभावः अपि अस्ति इदानीं वदतु घटे अन्य समवायसम्बन्धः समवायसम्बन्ध अवच्छिन्ना आदेयता इति अस्ति खलु तर्हि समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेदितावति आदेयता इति तत् कथं भवति इति वदतु तत्र अस्तु प्रथमं समवायसम्बन्धः कुत्र अस्ति कपालघटयोः मध्ये कपालघटयोः मध्ये तर्हि कपाले अपि समवायसम्बन्धः अस्ति घटे अपि अस्ति इदानीम् अस्माकं विषयः अस्ति घटः तर्हि कपालविषये किञ्चित् त्यजामः तर्हि घटे समवायसम्बन्धः अस्ति तर्हि समवायसम्बन्धे किम् अस्ति समवायसम्बन्धे यत् यत् अवच्छेद् घटे घटे घटनिष्ठा समवायसम्बन्ध किन्तु अत्र समवायनिष्ठा इति अस्ति किन्तु तदेव भगिनि समवायनिष्ठ अवच्छेदकता इति अस्ति खलु समवायनिष्ठा अत्र यत् समवायसम्बन्धेन अवच्छिन्ना तत् अवच्छेदकम् अस्ति घटनिष्ठा समवायनिष्ठा अवच्छेदकता तेन निरूपिता अवच्छेद्यता यदस्ति तत् सम्बन्धेन निरूपिता अवच्छेद्यता अवच्छेद्यतावती यस्य अवच्छेद्यकत्वम् अस्ति अवच्छेद्यतावती तत् आधेयता घटे अस्ति उत्तमम् उत्तमम् तर्हि घटे इदानीम् आदेयता अपि अस्ति समवायसम्बन्धः अपि अस्ति सत्यं समवायसम्बन्धे अवच्छेदकता अस्ति आदेयतायाम् अवच्छेद्यता अस्ति अवच्छेदकता अवच्छेद्यता मध्ये निरूप्यनिरूपकभावः अस्ति पुनः तत्र किञ्चित् लघुमार्गेण वदामः चेत् तत्र समवायसम्बन्धः अपि च आदेयता मध्ये एव शरः स्थापयित्वा अवच्छिन्ना इति अपि वक्तुं शक्नुमः. स्मरन्ति भवान् उक्तवती समवायसम्बन्धेन अवच्छिन्ना, तत् समवायसम्बन्ध अवच्छिन्न आधेयत इति वयं वक्तुं शक्नुमः. हा सत्यं, तर्हि समवायसम्बन्ध अवच्छिन्ना आधेयत अथवा समवायनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावति आधेयत इति द्वयमपि समानमेव. अस्तु, तर्हि इदानीं समवायः कीदृशः इति कथं तत्र चित्रम् आधारीकृत्य वदतु भगिनि भवती एव, अथवा एकक्षणं अत्र सुनील् महोदय भवान् वदति वा समवायः कीदृशः. क्षम्यतां भगिनि, अहं किञ्चित् किम् अभवत् महोदय? किञ्चित् कष्टमनुभवामि अतः. कष्टम् अस्तु, तदर्थमेव अस्ति खलु अस्माकं कक्षा, तर्हि प्रत्येकं सोपानेन गच्छामः. तत्र भवान् कुत्र अस्ति इदानीं? तर्हि तत्र कपालः कपाले अधिकरणता घटे आदेयत तत्पर्यन्तं सम्यक् खलु? तत्र कला कपालनिष्ठ अधिकरणता निरूपित अधेयत आश्रय घटः. उत्तमम् उत्तमम्. इदानीं इदानीं तत्र समवायसम्बन्धः इति अस्ति खलु, समवायसम्बन्धः घटे अपि अस्ति कपाले अपि अस्ति, सत्यं? तर्हि परन्तु इदानीं कपालविषये नास्ति चिन्ता, केवलं घटविषये चिन्तयामः. तर्हि घटे समवायसम्बन्धः अस्ति. भवान् लिखति खलु, नो चेत् तत्र भ्रमः एव भवति. घटे समवायसम्बन्धः अस्ति अहं. घटे अपि च किम् अस्ति? तत्र अधेयता अपि अस्ति. अधेयता अपि अस्ति. तर्हि इदानीं वयं पठितवन्तः आदेयता अवच्छिन्ना भवति समवायसम्बन्धेन इति. तर्हि समवायसम्बन्धे किम् अस्ति? अवच्छेदकता अस्ति खलु? समवायसम्बन्धे अवच्छेदकता अस्ति. आदेयतायां किम् अस्ति? तत्र वाक्यं पठतु, समवायनिष्ठ अवच्छेदकता. तर्हि समवायसम्बन्धे अवच्छेदकता अस्ति, निरूपित अवच्छेद्यतावति आदेयत इत्युक्ते आदेयतायां किम् अस्ति? अवच्छिन्ना अस्ति. न, अवच्छिन्ना इति तत्र आदेयता समवायसम्बन्धः मध्ये यः भावः अस्ति तद् अस्ति खलु, परन्तु आदेयतायां किम् अस्ति? समवायसम्बन्धेन अवच्छेदकः भवति चेत् आदेयतायाम् अवच्छेद्या अस्ति खलु, आदेयता भवति अवच्छेद्या, समवायसम्बन्धः अस्ति अवच्छेदकः. यः अवच्छिन्ना भवति सः अवच्छेद्यः येन अवच्छिन्ना भवति तदस्ति अवच्छेदक अवच्छेदकता. तर्हि इदानीं वदतु समवायः कीदृशः आदेयतातः आरम्भि आदेयतातः वदतु आदेयतातः आरम्भः आधेयता निरूपित न न तत्र आदेयता निरूपित न खलु तर्हि वयम् अधिकरणता दिशि न गच्छामः इदानीम् आदेयतायां किम् अस्ति आदेयताम् अवच्छेद्यः हा तर्हि आदेयतानिष्ठ आधेयतानिष्ठ अवच्छेद्यः निरूपित अवच्छेदकः अवच्छेदकता आश्रये अवच्छिन्नः अवच्छेदक आश्रयः कः सम्बन्धः खलु कीदृशसम्बन्धः अत्र अस्ति समवायः हा समवायः तत्र अवच्छिन्ना इति यद्भवति इत्युक्ते तत्र समवायसम्बन्धः अपि च आदेयता मध्ये शरः स्थापयित्वा अवच्छिन्ना इति वक्तुं शक्नुमः तत्र पश्यतु इदानीं विपरीतदिश्यां गच्छामः चेत् समवायनिष्ठ अवच्छेद्यकता निरूपित अवच्छेद्यतावती आदेयता इति वक्तुं शक्नुमः सत्यम् अवगच्छति अवगच्छति वा भवान् अहम् अवगच्छामि परन्तु पुनः वक्तुं न शक्नोमि तत्र चिन्ता नास्ति महोदय तत्र चित्रं पश्यतु तत्र समवायसम्बन्धः यः अस्ति तस्मिन् अस्ति अवच्छेदकता खलु तर्हि समवायसम्बन्ध सम्बन्धात् आरभ्य वदामः चेत् समवायनिष्ठ अवच्छेदकता तेन निरूपित अवच्छेद्यता तर्हि समवायनिष्ठ अवच्छेदकता समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता निष्ठ न अवच्छेद्यता उत्तमं तावदेव तर्हि तत्र तत् दीर्घमार्गः अस्ति खलु लघुमार्गः भवति समवाय अवच्छिन्न आदेयता इति तत्र एव अवच्छिन्ना इति भवति तत्र समवायसम्बन्धेन अवच्छिन्ना आदेयता इति वक्तुं शक्नुमः दीर्घमार्गेण गच्छामः चेत् समवायनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावति आदेयता इति इदानीम् अवगच्छति वा अवगच्छामि तत्र चित्रं रचयतु महोदय तर्हि सुलभं भवति अस्तु तर्हि इदानीं सुब्रह्मण्यमहोदय भवान् तत्र वदति वा तत्र विषयितासम्बन्ध अवच्छिन्न तदस्ति खलु तत् तथैव तत्र चित्रं चित्ररूपेण यथा अपर्णा भगिनी उक्तवती तथा वक्तुं शक्नोति वा न भगिनि अद्य तु न वक्तुं शक्ष्यामि क्षम्यतां किञ्चित् क्लेशः एव मम कृते अद्य शृणोमि एव अद्य अनन्तरं प्रयत्नं करिष्यामि क्लेशः इत्युक्ते तत्र अवगमनक्लेशः वा अथवा भिन्नक्लेशः वा द्वयोः अपि भगिनी अद्य तु अस्तु अवगमनक्लेशः इति एव इति चेत् तत्र वयं किञ्चित् मिलित्वा प्रयत्नं कर्तुं शक्नुमः महोदय अन्यविषयः तु अस्ति चेत् अन्यविषयः अपि अस्ति अद्य, चिन्ता नास्ति. अस्तु, चिन्ता नास्ति. तर्हि तर्हि रामप्रिया भगिनी भवती वदति वा? आं भगिनि, तत्र तु प्रथमं वाक्यं पठामि. विषयतासम्बन्ध अवच्छिन्न घटनिष्ठ आधेयतानिरूपित अधिकरणतावत् ज्ञानं. तत्र तु वामभागे ज्ञानं, ज्ञानस्य उपरि अधिकरणता, तत् निरूपित आधेयता. दक्षिणभागे घटः, घटः घटस्य उपरि एव आधेयता. तदानीमेव विषयितासम्बन्धः अस्ति, अतः घटे विषयितासम्बन्धः अपि अस्ति. विषयिता अवच्छेदकथा अस्ति, आधेयता अवच्छेद्यता अस्ति, घट घटनिष्ठ विषयिता एव आरम्भं करोमि वा? विषयिता निष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति आधेयता. उत्तमं. ज्ञानं कीदृशम् इति प्रश्नः चेत् तत्र कथं वक्तुं शक्नुमः? ज्ञानं कीदृशः? घटनिष्ठ आधेयतानिरूपित अधिकरणता आश्रयः ज्ञानम्. अस्तु, इदानीं तत्र आधेयतायाः निरूपणमपि कृत्वा वक्तव्यं चेत्, आधेयतायाः अपि तदा घटः एव आरम्भं किल, घटनिष्ठ आधेयता, घटनिष्ठ आधेयता. एकक्षणं भगिनि, तत्र आधेयतायाः निरूपणं केन? आधेयतः, ओ ज्ञाननिष्ठ अधिकरणता निरूपित. क्षम्यतां भगिनि, एकक्षणं. ज्ञानं कीदृशम् इति वक्तव्यमस्ति, तर्हि ज्ञानमिति अन्ते आगच्छति खलु, परन्तु अन्ते यदा भवती घटनिष्ठ आधेयतानिरूपित इति वदति, तत्र आधेयतायाः निरूपणमपि कृत्वा वदतु इति मम प्रश्नः आसीत्. इत्युक्ते तत्र विषयितासम्बन्धविषये अपि उक्त्वा. विषयिता घट एव आरम्भम् अस्ति किल? घटात् अपि आरम्भं कर्तुं शक्नुमः. आं, सत्यं, घटनिष्ठविषयिता अवच्छिन्न आधेयता, विषयितासम्बन्ध अवच्छिन्न आधेयता, निरूपित अधिकरणता वान् अधिकरणतावत् ज्ञानम्. तत् अधिकरणतावत् ज्ञानम्. पुनः एकवारं वदतु भगिनि, यद् भवती उक्तवती बहु सम्यक् अस्ति, पुनः एकवारं वदतु. मम अपि किञ्चित् संशयः अस्ति. घटनिष्ठविषयिता सम्बन्ध अवच्छिन्न आधेयता, निरूपित अधिकरणतावत् ज्ञानम्. उत्तमम्. अस्तु, सर्वे अवगच्छन्ति वा? यद् भवत् रामप्रिया भगिनी उक्तवती तद् बहु उत्तमम् आसीत्, सर्वे अवगच्छन्ति इति मन्ये. नो चेत् पृच्छतु, इदानीं वयं किञ्चित् पुनः कर्तुं शक्नुमः. अस्तु, तर्हि बालसुब्रह्मण्यमहोदय, भवान् करोति वा कालिकसम्बन्ध अवच्छिन्न आधेयतानिरूपित, तत्र घटः काले कालिकसम्बन्धेन वर्तते इति वाक्यमस्ति चेत् तस्य निरूपणं कथं भवति, तत्र चित्रं उक्त्वा वदतु. कालिकसम्बन्धेन घटे आरम्भं करोमि वा? घटः हा तत्र प्रथमं चित्रं वदतु यथा रामप्रिया भगिनी उक्तवती तथा घटः तत्र घटः काले वर्तते इति विषयः अस्ति चेत् घटः कुत्र अस्ति कालः कुत्र घटे किं काले वामभागे घटः दक्षिणभागे काले किम् अस्ति घटः काले अस्ति इति वाक्यमस्ति चेत् घटे किम् अस्ति काले किम् अस्ति घटः आदयत कालः न घटः आदयत न घटे आदयत घटे घटे आदयत काले अधिकरणता अधिकरणता आदयता मध्ये समवायसम्बन्धः न अधिकरणता आदेयता मध्ये किमर्थं मध्ये निरूप्य निरूपकभावः खलु अस्तु तर्हि घटः काले केन सम्बन्धेन अस्ति पूर्वस्मिन् पुटे पश्यतु महोदय भवान् एव पठितवान् खलु तत्र पश्यतु घटः काले अधिकरणता आदेयत सम्बन्धः समवायसम्बन्धः किमर्थं समवायसम्बन्धः घटकालमध्ये तत्र पूर्वस्मिन् पुटे पश्यतु पूर्वस्मिन् पुटं पुटे तत्र भवानेव पठतु तत्र प्रथमपरिच्छेदः अस्ति खलु सम्बन्धस्य अवच्छेदकम् इति तत्र अन्तिमत्रयवाक्यं पठतु त्रयमेव क्षम्यता वक्ष्यमानेन इति अस्ति खलु तस्मात् आरभ्य पठतु पक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते इत्युक्ते सम्बन्धः कः कालिकसम्बन्धः तर्हि घटः काले कालिकसम्बन्धेन वर्तते काले कालिकसम्बन्धेन वर्तते तर्हि तत्र घटे इदानीं कीदृशसम्बन्धः अस्ति तर्हि घटकाले कालिकसम्बन्धः इदानीं तर्हि घटे आदेयता अस्ति यदा भवान् उक्तवान् घटे अपि च किमस्ति अवच्छेदकता न न न इदानीमेव उक्तवान् खलु कीदृशसम्बन्धः अस्ति घटे इदानीं कालिकसम्बन्धः अस्ति कालिकसम्बन्धे तर्हि घटे घटस्य उपरि तत्र पेटिकाद्वयं भवति खलु आदेयता इति एकः एकः विषयः कालिकसम्बन्धः इति अन्यविषयः तर्हि इदानीम् आदेयता अत्र केन विद्यते घटे या आदेयता अस्ति सा केन विद्यते केन अवच्छिन्ना भवति आदेयताम् आदेयतासु वेदस्थापनं कथं कुर्मः केन कुर्मः अवच्छेदक तदेव न न तदेव अस्ति खलु अस्माकं अद्यतनविषयः अस्ति तत्र आदेयता भिन्नभिन्न आदेयताः सन्ति चेत् तासां मध्ये भेदसाधनं कथं कुर्मः सम्बन्धः उत्तमं तर्हि अत्र कीदृशसम्बन्धः अस्ति तर्हि आदेयता केन केन अवच्छिन्ना भवति महाकालेन केन अवच्छिन्ना अवच्छिन्ना इत्युक्ते केन भिद्यते इति तर्हि आदेयता केन भिद्यते इदानीमेव भवान् उक्तवान् खलु तत्र सम्बन्धः इति तर्हि तत्र अत्र कीदृशेन उत्तमं कालिकसम्बन्धेन भिद्यते तर्हि आदेयता केन अवच्छिन्ना भवति अवच्छिन्ना इत्युक्ते भिद्यते एव तर्हि हा उत्तमं तर्हि आदेयता अवच्छिन्ना भवति कालिकसम्बन्धेन एव तर्हि कालिकसम्बन्धः अपि च आदेयता मध्ये शरः स्थापयित्वा तस्य उपरि अवच्छिन्ना इति लिखतु इदानीं वाक्यं वदतु महोदय कालिकसम्बन्ध तस्मात् आरभ्य वदतु कालिकसम्बन्ध घटे निष्ठ किल कालिकसम्बन्ध अवच्छिन्ना खलु अथवा घटनिष्ठकालिकसम्बन्ध अवच्छिन्ना घटनिष्ठकालिकसम्बन्ध अवच्छिन्न घटनिष्ठकालिकसम्बन्ध अवच्छिन्न अवच्छिन्ना का आदेयता आदेयता अवच्छिन्ना आदेयता आदेयता का निरूपयति निरूपित अवच्छेदकः न अवच्छेदकः कथं महोदय आदेयता निरूपित आदेयता किं निरूपयति अधिकरणता तर्हि आदेयता निरूपित अधिकरणता अधिकरणतायाः आश्रयः कः इदानीम् अधिकरणतः आश्रयः घटः अस्माकं वाक्यं किम् आसीत् घटः कुत्र अस्ति घटः इदानीं काले तर्हि अधिकरणता किम् अधिकरण घटः काले अस्ति चेत् अधिकरणता किं महाकालः उत्तमं तर्हि इदानीं अधिकरणता आश्रयः कालः खलु तो इदानीं वाक्यं वदतु पुनः कालिकसम्बन्ध आरभ्य यद् भवान् उक्तवान् तत् पुनः एकवारं वदतु अस्ति वा महोदय भवान् इदानीम् उक्तवान् खलु कालिकसम्बन्ध अवच्छिन्न इति तदेव पुनः एकवारं वदतु किमपि नूतनं सम्बन्ध अवच्छिन्न घट आदेयता निरूपित घट घटनिष्ठ आदेयता निरूपित आदेयता निरूपित निरूपित अधिकरणता उत्तमः कालः उत्तमम् अति उत्तमम् इदानीम् अवगतवान् वा एकवारं सावधानेन पठनीय उत्तमम् अस्तु अन्य कोऽपि अस्ति वा यः न उक्तवान् रामकार्तिक् महोदय अस्ति तद् तं विहाय अन्य कोऽपि अस्ति वा यस्य क्रमः न आगतः एतावत् पर्यन्तम् अस्तु तर्हि रामकार्तिक् महोदय भवान् वदति वा संयोगसम्बन्ध अवच्छिन्न क्षम्यतां घटः भूतले संयोगसम्बन्धेन वर्तते इति अस्ति चेत् तत्र पुनः चित्ररूपेण वदतु आम् वामभागे अधोभागे भवति भूतलं भूतलस्य उपरि भवति अधिकरणता अतः भूतलात् अधिकरणता प्रति गच्छति शरः तदनन्तरम् अस्ति दक्षिणभागे उपरि भवति आदेयता तत्र तस्य अधः क्षम्यतां तस्याः अधः भवति घटः तदनन्तरं आदेयतातः इतोपि एकः शरः गच्छति न न न तथा मास्तु घटे आदेयता विहाय किम् अस्ति इदानीं आदेयतां विहाय संयोगसम्बन्धः अस्तु तर्हि घटे आदेयता अपि अस्ति संयोगसम्बन्धः अपि अस्ति अस्तु तदनन्तरं तत्र आदेयता अधिकरणता तयोः मध्ये निरूपित इति शरः भवति अतः संयोगसम्बन्धः आदेयता मध्ये संयोगसम्बन्धः आदेयता मध्ये शरः आदेयता याः संयोगसम्बन्ध प्रति गच्छति न विपरीतदिश्यां गच्छति यतोहि संयोगसम्बन्धेन आदेयता अवच्छिन्ना भवति तर्हि क्षम्यतां मया न अवगतं तत्र संयोगसम्बन्धेन अवच्छिन्ना भवति आदेयता तर्हि संयोगसम्बन्धः आदेयता मध्ये यः शरः अस्ति तदस्ति अवच्छिन्ना इति तर्हि इदानीं भूतलं कीदृशम् इति प्रश्नस्य उत्तरं किं भवति संयोगसम्बन्ध संयोग एकनिमिषं क्षम्यतां संयोगसम्बन्ध अवच्छिन्ना आदेयता निरूपित अधिकरणता वत् भूतलम् इति भवति उत्तमं तावदेव अस्तु सर्वे अवगच्छन्ति वा एतावत्पर्यन्तम् अस्माकं किञ्चित् अभ्यासः अपि जातः अस्तु तर्हि सुनील् महोदय अग्रे पठति वा अयं परः विशेषः यत् समवाय समवायादीना अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्त्वादीनि तन्त्वादिनिरूपिताः आतेताः ताः सर्वाः अपि समवायसम्बन्धाविच्छिन्नाः इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा. अयम् अपरः विशेषः समवायादीनाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्त्वादिनिरूपिताः आधेयताः ताः सर्वाः अपि समवायसम्बन्धावच्छिन्ना इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा. अवगच्छन्ति वा? इदानीम् अन्यविशेषः अस्ति इति समवाय अवच्छेदकत्वे अपि तत्र घटे च पटे प्रत्येकं इत्युक्ते अत्र घटे घटः कपाले समवायसम्बन्धेन अस्ति खलु. पटः तन्तौ समवायसम्बन्धेन. तर्हि इदानीं घटे अपि आदेयता अस्ति पटे अपि आदेयता अस्ति. अपि च घटे अपि समवायसम्बन्धः अस्ति पटे अपि समवायसम्बन्धः अस्ति. तर्हि इदानीम् आदेयतायाः अवच्छेदकम् इत्युक्ते आदेयता विद्यते वा समवायसम्बन्धेन? महोदय अस्ति वा? तत्र घटः अस्ति घटस्य घटे अस्ति आदेयता घटे अस्ति समवायसम्बन्धः. पटः अस्ति पटे अस्ति आदेयता पटे अस्ति समवायसम्बन्धः. पूर्वं वयं यदा आदेयता मध्ये सम्बन्धविषये उक्तवन्तः अत्र सम्बन्धेन अवच्छिन्ना भवति इति उक्तवन्तः खलु. तत्र भिन्नभिन्नसम्बन्धाः आसीत् आसन् तत्र संयोगः कालिकः विषयिता इति भिन्नभिन्नसम्बन्धाः. इदानीं तत्र द्वयोः स्थलयोः अपि समवायसम्बन्धः इति एव अस्ति. तर्हि समवायसम्बन्धेन आदेयता भिद्यते वा इति प्रश्नः. तत्र अवच्छिन्ना समानमेव इति सूचना. हा सत्यं तत्र समवायसम्बन्धः इति समानमिति कृत्वा समवायसम्बन्धेन न भिद्यते खलु. तत्र समवायसम्बन्ध अवच्छिन्न आदेयता इति वदामः चेत् तत्र घटे अपि तथा पटे अपि तथा. तर्हि अत्र किं भवति तत्र घटत्वं पटत्वम् इति अवच्छिन्नधर्म अवच्छेदकधर्मः आगत्य तत्र अवच्छेदकं करोति. तर्हि आहत्य विषयः अस्ति अवच्छेदकधर्मः यत्र समानमस्ति अत्र सम्बन्धेन भिद्यते. यत्र सम्बन्धः समानः अस्ति अत्र अवच्छेदकधर्मेण भिद्यते. अवगच्छन्ति वा? परन्तु भगिनि अत्र पटः इति भिन्नं भिन्नविषयः घटः अपि भिन्नविषयः. हा तदेव तदर्थमेव पटत्वं घटत्वम् इति आगच्छति खलु. तत्र तदेव अवच्छेदकधर्मः अस्ति खलु. घटत्वं पट् भिन्नभिन्नपदार्थः अस्ति चेत् तत्र सम्बन्धः समानम् अस्ति चेदपि पदार्थेषु विद्यमानः धर्मः यः अस्ति अत्र घटत्वं पटत्वम् इति तेन भिद्यते. परन्तु तत्र एकः एव पदार्थः अस्ति चेत् घटत्वम् इति एकः एव धर्मः यः सम्बन्धधर्मः खलु, तस्मिन् सन्दर्भे तु तत्र सम्बन्धः यः अस्ति, तत्र कालिकसम्बन्धः वा संयोगसम्बन्धः वा समवायसम्बन्धः वा, तेन सम्बन्धेन विद्यते. यदा भिन्नपदार्थाः सन्ति चेत् तत्र तेषां अवच्छिन्नरूपेण वक्तुं शक्यते, एकमेव अस्ति चेत् सम्बन्धविषयेण वक्तुं शक्यते. सत्यं सत्यं, भिन्नभिन्नपदार्थाः सन्ति चेत् तत्र धर्मेण तत्र अवच्छेदकं भवति, एकमेव पदार्थः अस्ति चेत् तत्र सम्बन्धेन अवच्छेदकं भवति. क्षम्यतां, प्रश्नः अस्ति. तर्हि तत्र घटद्वयम् अस्ति चेत् तत्र भूतले, तर्हि घटत्वे अपि घटत्वात् अपि तत्र न भिद्यते, अपि च सम्बन्धेन अपि न भिद्यते. हा, भावः समानः परन्तु तत्र अवयवभेदात् भिद्यते खलु, तर्हि तत्र अवयवभेदः तत्र समानपदार्थः अस्ति चेत् तत्र अवयवभेदेन प्रथमघटे यः कपालः अस्ति तदेव नास्ति खलु द्वितीयघटे, तर्हि तत्र अवयवभेदात् भिद्यते. परन्तु तत्रापि क्षम्यतां, कपालत्वम् इति प्रायः स्यात् तत्र. कपालत्वम् इति स्यात् परन्तु तत्र अवयवभेदः अस्ति खलु, यः कपालः प्रथमघटे अस्ति सः एव कपालः द्वितीयघटे इति नास्ति. अस्तु, तर्हि अग्रे सरामः वा. अस्तु, तर्हि रामकार्तिक् महोदय भवानेव अग्रे पठति वा. आम्, एवं सति समवायेपि अवच्छेदकता घटत्वेपि अवच्छेदकता इति वचने असौकर्यम्, अतः अनयोः अवच्छेदकयोः निरूपणसौकर्याय समवायनिष्ठा अवच्छेद्य अवच्छेदकतायाः सांसर्गिक अवच्छेदकता इति व्यवहारो दृश्यते. तत्र समवाये अपि अवच्छेदकता अस्ति, घटत्वे अपि अवच्छेदकता अस्ति, तत्र सन्दर्भम् अनुसृत्य इति इदानीमेव दृष्टवन्तः. अतः तत्र वचनसौकर्याय समवायनिष्ठ अवच्छेदकतायाः नाम संज्ञा कृतवन्तः सांसर्गिक अवच्छेदकता इति अस्ति. क्षम्यतां, तत्र प्रश्नः अस्ति. पूर्वं वयं दृष्टवन्तः तत्र संयोगे या प्रभा अस्ति सा संसर्गता इति, अत्र सांसर्गिक इति तस्य किमपि. तत्तु भिन्नविषयः, अत्र तु सांसर्गिक अवच्छेदकता इति तत्र किञ्चित् पारिभाषिकरूपेण तत्र नामकरणमेव. तत्तु विषय तत्र ज्ञानं विषयः विषयी इति भावे तत्र संयोगे विद्यमानः प्रभा संसर्गिकः इति, तत्तु किञ्चित् भिन्नविषयः अस्ति. अग्रे अपि पठतु महोदय. तथा च समवायनिष्ठसांसर्गिक अवच्छेदकतानिरूपित अवच्छेद्यतावती एवं घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती या घटनिष्ठ आधेयता तन्निरूपिता अधिकरणतावान् कपालः इति निष्कर्षः फलति. तत्र तत्र विषयः क्षम्यतां, तत्र घटनिष्ठ आधेयता इति विषयः अस्ति. तस्य क्षम्यतां, तस्याः तत्र द्विविधं तत्र भवितुमर्हति. एकमस्ति समवायनिष्ठ सांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावति घटनिष्ठ आदेयता इति. एवमेव घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति घटनिष्ठ आदेयता इति. तत्र तर्हि तदनन्तरं सा घटनिष्ठ आदेयता निरूपिता अधिकरणतावान् कपालः इति वक्तुं शक्नुमः. उत्तमम्. इत्तु एतत्तु यद्वयं पूर्वं दृष्टवन्तः एव तत्र यत्पूर्वम् अस्माकं तत्र कृतं खलु समवायनिष्ठावच्छेदकता निरूपित अवच्छेद्यतावती आदेयता इति तदेव अस्ति. केवलं तत्र अवच्छेदकता समवायनिष्ठ अवच्छेदकता या अस्ति तस्याः नामकरणं कृतं सांसर्गिक अवच्छेदकता इति. तत्र अन्यवार्ता तु समाना एव समवायनिष्ठ सांसर्गिकावच्छेदकता निरूपित अवच्छेद्यतावती. तदेव तत्र यदा घटपटः इति विषयः अस्ति चेत् घटत्वम् इत्येव अवच्छेदकः भवति. तर्हि अत्र तु घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती इति एव भवति. अस्तु, क्षम्यताम्, एकः प्रश्नः अस्ति. तत्र समवायनिष्ठसांसर्गिक अवच्छेदकता इति तत्र आवश्यकं वा? केवलं सांसर्गिक अवच्छेदकता इति न वक्तुं शक्नुमः वा? यतोहि तत्र पूर्वं पूर्वस्मिन् परिच्छेदे समवायनिष्ठ अवच्छेदकता इत्युक्ते सांसर्गिक अवच्छेदकता इति तत्र नामकरणं. हा, तत्र अवच्छेदकतायाः नामकरणमस्ति सांसर्गिक अवच्छेदकता इति. परन्तु अवच्छेदकतायाः अवच्छेदकता कुत्र अस्ति इत्युक्ते समवाये एव अस्ति खलु. सांसर्गिक तत्तु सत्यमेव, सांसर्गिक अवच्छेदकता इति अस्ति चेत् तत्र समवायनिष्ठा एव तत्तु तत्र अध्याकृतं भवति. ओ, सम्बन्धः अग्रे अपि पठित्वा वदतु भगिनि. सम्बन्धः विद्यते चेत्, यतोहि अत्र समवायः अस्ति किन्तु विषयिता सम्बन्धः अस्ति चेत् अत्र सांसर्गिक अवच्छेदकता इति वयं वक्तुं न शक्नुमः वा? न, तत्र केवलं यत्र समवायसम्बन्धेन विद्यते तत्र एव सांसर्गिक अवच्छेदकता इति भवति. अन्यस्थलेषु तु अवच्छेदकता इति एव. अन्यस्थलेषु तत्र सम्बन्धः इति स्फुटं वक्तुम् आवश्यकता अस्ति, यथा विषयिता निष्ठा अवच्छेदकता. सत्यं सत्यं सत्यं, विषयितासम्बन्ध अवच्छिन्ना अथवा संयोगसम्बन्ध अवच्छिन्ना इति. अस्तु. तथा च लघुना उपायेन विषयता, तत्र विषयिता इति आवश्यकं, तत्र विषयितासम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आदेयतानिरूपित अधिकरणतावत् ज्ञानम् इति. कालिक सम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आदेयतानिरूपित अधिकरणतावान् कालः. संयोगसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आदेयतानिरूपित अधिकरणतावत् भूतलम् इति वक्तुं शक्नुमः. तत्र वयं पूर्वमेव दृष्टवन्तः तत्र घटत्व अवच्छिन्न आदेयतानिरूपित अधिकरणतावत् भूतलं, घटत्व अवच्छिन्न आदेयता निरूपित अधिकरणतावान् कालः, घटत्व अवच्छिन्न आदेयता निरूपित अधिकरणतावत् ज्ञानम् इति. तत्र घटत्वं कथं भिद्यते इति तत्र घटत्वं कथमिति न, आदेयता कथं भिद्यते, अवच्छिन्न आदेयता कथं भिद्यते इति तत्र. हा, तत्र आदेयता सम्बन्धेन विद्यते अथवा तत्र विद्यमानः अवच्छेदकधर्मेण विद्यते. अत्र द्वयमपि अस्ति, विषयितासम्बन्ध अवच्छिन्न अपि च घटत्व अवच्छिन्न आदेयता इति. पूर्वं वयं तु तत्र विषयिकसम्बन्ध अवच्छिन्न कालिकसम्बन्ध अवच्छिन्न संयोगसम्बन्ध अवच्छिन्न इति विस्तारेण दृष्टवन्तः. तत्र घटत्व अवच्छिन्न इति अपि अस्ति. तावदेव अत्र. अस्तु, तर्हि अद्य समयः जातः, तर्हि अत्र समापयामः. प्रश्नः अस्ति वा भगिनी? एकः लघुप्रश्नः. इदानीं वयम् अस्मिन् वाक्ये घटस्य विषये वदामः अथवा समवायनिष्ठसांसर्गिकावच्छेद भेदगतानिरूपित तादृशकपालः इति वदति. विपरीतदिशि अपि वक्तुं शक्यते वा? न, तत्र आदेयताविषये अस्ति खलु. सांसर्गिक अवच्छेदकता निरूपित अवच्छेदितावती इति घटनिष्ठ आदेयता अस्ति. विपरीतदिश्याम् इत्युक्ते किम् इति अहं न अवगच्छामि. घटः कपाल तत्र समवायसम्बन्धेन भवति, अतः कपालत्वनिष्ठ तादृशमपि वक्तुं शक्यते वा? निश्चयेन कपाले अपि कपालत्वम् अस्ति, कपाले अपि समवायसम्बन्धः अस्ति. यदा वयं तत्र कपालविषये कपालनिष्ठ आदेयतायाः वेदस्थापनं करणीयं चेत् अस्माभिः तत्र तथा वक्तव्यं भवति एव. अत्र तु घटनिष्ठ आदेयता या अस्ति तस्य वेदस्थापनं खलु. कपालस्य च घटस्य द्वयोः मध्ये समवायः, अतः समवायसम्बन्धः. हा, निश्चयेन निश्चयेन कपाले अपि समवायसम्बन्धः अस्ति. कपालनिष्ठ कपाले तत्र यः अधिकरणता अस्ति सः अधिकरणता समवायसम्बन्धेन भिद्यते इति निश्चयेन वक्तुं शक्नुमः. परन्तु इदानीं विषयः अस्ति घटनिष्ठ आदेयतायाः विषये. कपाले यदा भिन्नभिन्न अधिकरणताः सन्ति चेत् तथा तस्मिन् सन्दर्भे तथा वक्तुं शक्नुमः. धन्यवादः. तत्र भूतलम् इति चिन्तयतु. भूतले तत्र भूतलस्य वर्णः, तत्र किमपि रक्तवर्णः इति वदामः चेत्, अपि च भूतले घटः अस्ति इति अपि वदामः चेत्, तत्र भूतले समवायसम्बन्धेन रक्तरूपमस्ति, भूतले संयोगसम्बन्धेन घटः अस्ति इति तत्र अधिकरणताद्वयं भवति खलु. तस्मिन् सन्दर्भे तु तत्र समवायसम्बन्धेन अपि च संयोगसम्बन्धेन अवच्छिन्ना भवति अधिकरणता. अस्तु, प्रश्नः नास्ति चेत्